नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. प्रवृत्तमानपाठः अस्ति भुआदिगणः इति. अत्र वयं प्रथमं सामान्यदातवः दृष्टवन्तः, अनन्तरं वयं विशेषदातवः इति स्वीकृतवन्तः. तस्मिन् भागे एव इदानीं स्मः. तत्र इदानीं पर्यन्तं वयं इषुगमियमां चः इति सूत्रं प्रथमं दृष्टवन्तः. येन गम् धातोः, गम्ल् इति अस्माकं मूलधातुः अस्ति, अत्र गच्छति इति रूपं साधितवन्तः. इषुगमियमां चः इति सूत्रेण धात्वादेशः भवति. अनन्तरं चे च इति सूत्रेण तत्र यत् चकारे परे ह्रस्वस्वरस्य तुक् आगमः भवति. प्रथमम् इषुगमियमां चः, अत्र चकार आदेशः भवति शिति परे, अनन्तरं चे च चकारे परे ह्रस्वस्वरस्य तुक् आगमः भवति इति प्रथमं सूत्रमासीत्, विशेषसूत्रं गम् धातुः विषये. अनन्तरं पा धातुः विषये, पा आदिधातूनां धात्वादेशः, पा घ्राद्मास्ताम्ना धान् दृशि अर्ति सर्ति शद सधाम् इति धातुभ्याम् एतेषां स्थाने पिब जिग्र धम तिष्ठ मन यच्च पश्य ऋच्च दौषीय सीदाः इति धात्वादेशः भवति. तत्रापि शितिपरे इति दृष्टवन्तः. अतः इषुगमियमां चः इत्यस्य सूत्रस्य प्रसक्तिः अपि शितिपरे, पाघ्राद्मास्ता इति सूत्रस्य प्रसक्तिः अपि शितिपरे इति सूत्रद्वयम्. अनन्तरं वयं दंश संज स्वज रज इत्येषां न लोपः इति दृष्टवन्तः. तत्र प्रथमं सूत्रमस्ति दंश संज स्वजां शपि इति. अस्य सूत्रस्य प्रसक्तिः शपि परे. तत्र किं भवति इत्युक्ते नकारस्य लोपः भवति इति सूत्रं वदति. दंश इति धातुः दशति इति रूपं नकारलोपानन्तरं, सञ्ज् इति धातुः सजति इति रूपं, स्वञ्ज् इति धातुः स्वजते इति आत्मनेपदी रूपम् इति दृष्टवन्तः. निमित्तम् अस्मिन् सूत्रस्य निमित्तं तु शपीपरे इति अस्ति. तत्र मम प्रश्नः आसीत् गतसप्ताहे तादृशम् एतादृशम् इत्युक्ते न लोपः एकं सूत्रं स्थाप्य तत्र न लोपः किमर्थं पाणिनिना कृतम्? सूत्रे एव दश सज् इति न किमर्थं न कृतवान् इति मम प्रश्नः आसीत्. उत्तरं भगिनी, श्रीवल्ली भगिनी जानाति वा उत्तरं? न जानामि भगिनि. अस्तु, अन्यस्थले शपि परे एव भवति किल, अन्यस्थले नकार भवति तदेव तदर्थमेव दंशनम्. अन्यस्थले तु नकारस्य कार्यमस्ति. यदि शपीपरे नास्ति चेत् रञ्ज् तत्र नकारः आवश्यकमस्ति अन्यस्मिन् स्थलेषु. अतः एव नकारः स्थापितवान्. शपीपरे एव तस्य कार्यं, तदेव मुख्यमस्ति. निमित्तं सर्वदा ज्ञातव्यम्. अस्तु, सम्यक्. इदानीं रञ्जेश्च इति सूत्रमारभ्य पठामः. सूत्रत्रयमपि मनसि भवेत्, इषुगमियमां चः शितिपरे, अनन्तरं पाघ्राद्मा शितिपरे, इदानीं दंशस्वंज इति शपिपरे. यदा सूत्रस्य सङ्ख्या स्वल्पमस्ति, अल्पमस्ति, तस्मिन् समये मनसि स्थापयति चेत् यदा अधिकम् अधिकं पठामः तत्र क्लेशः न भवति. अस्तु, भगिनी भवती एव रञ्जेश्च पठतु भगिनि. आं भगिनि, रञ्जेश्च षष्ठमाध्याये चतुर्थपादे षड्विंशति सूत्रं. रञ्ज् धातोः अपि नकारस्य लोपः भवति शपि परे. रञ्जेः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. स्नान्नलोपः इत्यस्मात् न लोपः इति अस्य अनुवृत्तिः, अङ्गस्य इति अस्य अधिकारः, अनुवृत्तिसहितसूत्रं रञ्जेः च अङ्गस्य न लोपः शपि शपि इति. रञ्ज् धातुः शपि शप् प्रत्यये परे नकारस्य लोपः भवति. नकारस्य न्या इति नकारस्य रूपमेव इति च नकारस्य लोपः शपि परे भवति. रञ्जेः च दंश सञ्ज स्वञ्जां शपि इति सूत्रयोः कार्यं समानं. तर्हि रञ्जेश्च इति पृथक् सूत्रं कुतः? यतोहि अग्रिमेषु सूत्रेषु रञ्ज् धातोः अनुवृत्तिः भवति, किन्तु दंश सञ्ज स्वञ्ज एतेषां न भवति, अनुवृत्त्यर्थं प्रत्यक् कृतम्. आम् भगिनि, रञ्जेश्च इति पुस्तके पश्यामः षष्टम अध्यायस्य चतुर्थपादं, तत्र अनुवृत्तिः कुत्र आगच्छति इति. चतुर्थपादं षड्विंशति सूत्रः रञ्जेश्च. चतुर्थपादस्य षड् विंशति. वन् वन् फोर् पुटसङ्ख्या 114 चतुर्दश अधिक एकशतम्. अस्तु, रञ्जेश्च इत्यस्य अनुवृत्ति अग्रिमसूत्रम् अग्रिमसूत्रमस्ति गञ् च भावकरणयोः. आं वदतु भगिनि. अग्रिमसूत्रं गञ् च भावकरणयोः शदु, तत्र तस्य अनुवृत्तिः आगच्छति रञ्ज् धातोः अनुवृत्तिः. अतः एव भिन्न पृथक् सूत्रेण स्थापितवान् पाणिनिना. यदा पूर्वसूत्रे दंश संज स्वजां शपि अत्र स्थापितवान् चेत् तत्र पूर्णतया अनुवृत्तिः आगच्छति. गञ् तद् तु न इष्टं. रञ्ज् धातोः विषये एव केनापि विशिष्टकार्यमस्ति भावकरणयोः गञ् प्रत्यये परे इति. अतः तत्र पृथक्तया स्थापितवान्. यद्यपि वयं लाघवम् इति पश्यामः किल, बहुवारं वदामः लाघवार्थम् इति, तत्र तत्र येन कारणेन एव पृथक्तया स्थापितवान्. सम्यक्. अस्तु भगिनि, तत्र नकारः कथं ञकारः भवति इति एकवारं वदति वा? जलि प्रथमं तु नश्च पदान्तस्य जलि अनुस्वार अनुस्वारस्य ऐ परसवर्ण सर्वदा मनसि भवेत् तद् कृत्वा एव. नकारः एव मूले आसीत्, अनन्तरमेव तद् अनुस्वारः भूत्वा अनुस्वारानन्तरं ञकारः जकारस्य पञ्चमवर्णः अनुनासिकवर्णः रूपं वदतु भगिनि. तत्र दंश इति रूपं रञ्ज् योगः शप् नकारस्य लोपः भवति. रज् रज्योगः रज रजयोगः इति रजति. शपि परे रञ्ज् धातोः नकारस्य लोपः भवति, रूपं रजति इति भवति. उत्तमम्. अतः रजति इति इदानीं रञ्जेश्च अस्ति शपि परे. यदा दंशस्वञ्ज दृष्टवन्तः तादृशं यद् एतत् सूत्रमपि शपि परे. अस्तु, सम्यक्. महोदय, जब् धातोः. आं भगिनि, जब् धातोः नुमागमः. जबि गात्रविनामे जम्भते. उपदेशे अयं मूलधातुः जभी इति ईकारः अनुबन्धः, न तु इकारः. अतः इदितो नुम् धातोः इत्यनेन नुम् आगमो न भवति. परन्तु विशिष्टसूत्रस्य सूत्रम् अस्ति येन रद् जभ् अनयोः धात्वोः नुम् आगमो विहितः इति अस्ति. तत्रापि जब् धातुः अस्ति, तत्र नुम् आगमः भवति. यतोहि यद्यपि तत् जभी अस्ति, इदितो नुम् धातोः सूत्रस्य प्रसक्ति इति सूत्रं नुमागमस्य सूत्रमस्ति, तत् तस्य प्रसक्ति अत्र नास्ति. तथापि अनेन पृथक् सूत्रेण, विशिष्टसूत्रेण जब् रद् अनयोः धातोः नुम् आगमः विहितः. सूत्रमस्ति रदि जभे रचि, रद् जब् अनयोः धात्वोः नुम् आगमो भवति अजादिप्रत्यये परे. अस्तु, अजादिप्रत्यये परे. अङ्गस्य इत्यनेन अङ्गकार्यम् इदम्. अतः अचि इत्युक्तौ अजादिप्रत्यये परे. रदिश्च जब् च तयोः इतरेतरद्वन्द्वः, इतरयोगद्वन्द्वः. रदिजम्भौ तयोः रदिजम्भोः. रदिजम्भोः षष्ट्यन्तम् अचि सप्तम्यन्तं द्विपदमिदं सूत्रम्. इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः वचनपरिणामं कृत्वा धात्वोः अङ्गस्य इत्यस्य अधिकारः अनुमतिसहितसूत्रं रदि जम्बोः धात्वोः अङ्गयोः नुम् अचिपरे. एतत् अङ्गकार्यमस्ति. अतः रदि जभेरपीति सूत्रमस्ति सप्तमध्यायस्य प्रथमपादस्य एकषष्टितमसूत्रमस्ति. अतः एतत् अङ्गकार्यमस्ति. अङ्गस्य इत्यनेन अङ्गकार्यम्. अतः अचि प्रत्यये परे, यदा अच् प्रत्यये अस्ति अजादिप्रत्यये परे अस्ति चेत् नुमागः भवति इति दत्तमस्ति. अग्रे जबी, जब् इति अनुबन्धरहितधातुः अस्ति. जबी इति तत्र ईकारस्य लोपः भवति उपदेशसूत्रेण. रदि जम्बे रचि इत्यनेन अजादिशप्रत्यये परे नुमागमः. जम्ब् इति अङ्गं, जम्भ जम्बयोग शप् योग ते जम्बते इति भवति. नकार अत्र नकारस्य अनुस्वारः भूत्वा अनन्तरं मकारः भवति पवर्गीय अनुस्वारस्य परसवर्णतः जम्बते इति रूपं. नुमागमः नाम नकारः. जबि जब् उपदेशनाचकेत् जब् योग जम्ब् रदि जम्बे रचि इति जम्ब् जम्ब् नश्च पदांश जलि जम्ब् जम्ब् इति भवति. मकार भवति अनुस्वारस्य परसवर्ण. जम्ब् योग शप् जम्ब इति अङ्गम् अस्ति. अग्रे पठामि वा भगिनि? आम्, तत्र रदि जभो रचि महोदय. जभो न जभोः वा? जभो रचि इति जभोः न जभोः. धातुः इति द्विवचने अस्ति, उकारः अस्ति. अतः

रदिजबोरचि रदिजबोरचि इति अस्ति 61 नुमागमः इत्येव अत्र इति तोनुं धातोः श्रीमुचादीनां मश्चिनशोर्जलि रदिजबोरचि अङ्गस्य इति अधिकारः अस्ति तत्र अङ्गयोः इति षष्टी द्विवचनं किल अङ्गयोः इति अङ्गयोः कस्य अङ्गयोः कस्य अङ्गयोः जब्योः वा जबोः रदिजबोः धातोः सोरि जबोः रदिजबोः धातोः धातोः अङ्गयोः अङ्गयोः किं भवति नुम् आगमः भवति अचि इति सूत्रे एव दत्तम् अचि परे अचि परे अतः सर्वत्र भवति यत्र यत्र अच् इति प्रत्ययः आगच्छति तत्र तत्र तत्र भवति किल अस्मिन् सन्दर्भे शप् इति विकरणप्रत्ययस्य अनुबन्धलोपानन्तरम् आ एव अवशिष्यते तद् अजादि अजादिप्रत्ययः अस्ति कृत् प्रत्यये सर्वत्र भवति इदानीम् अकार अस्ति चेत् अथवा अजादि अनियर् प्रायः अनियर् अनियर् बहुत्र तस्य प्रसक्तिः अस्ति यत्र यत्र अजादिप्रत्ययः अस्ति तत्र तत्र तस्य प्रसक्तिः अस्ति अतः रूपं किं महोदय जम्बते इति एतत् आत्मनेपदे अस्ति जम्बते इति रूपं जम्बते अस्तु अनन्तरं किम् अस्ति जम्बते अत्र सूत्रं दत्तमस्ति नश्च महोदयस्य गृहे ध्वनिः एकनिमिषं भगिनि नास्ति चिन्ता अहम् अरुणा भगिनी आह्वयामि नास्ति चिन्ता अरुणा भगिनी इदानीं सम्यक् वा सम्यक् महोदय एकनिमिषम् अस्तु महोदय तत्र नश्चापदान्तस्य जलि इति परिचितसूत्रमेव प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् अस्तु नश्च पदान्तस्य जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारवेशः भवति जलि परे अनुवृत्तिसहितसूत्रम् अस्ति अपदान्तस्य मह नः च अनुस्वारः जलि संहितायाम् अपदान्तस्य इति अस्ति मकारस्य नकारस्य अनुस्वारः भवति जलि परे इति अस्ति अनन्तरम् अनुस्वारस्य ऐ परसवर्ण अनुस्वारस्य स्थाने परसवर्णादेशः भवति ऐ परे अनुवृत्तिसहितसूत्रमस्ति अनुस्वारस्य यै परसवर्णसंहितायाम् इति इदानीं रदधातु स्मारणं स्मारणार्थं जल् इत्युक्ते जल् प्रत्याहारे के वर्णाः यै प्रत्याहारे के वर्णाः इति जल् प्रत्याहारे अन्तिम अन्तिम अनुनासिक अनुनासिक वर्जयित्वा वर्गीय व्यञ्जन प्रथम द्वितीय तृतीय चतुर्थ अपि च सर्वाणि अनन्तरं शशस हल् सर्वाणि व्यञ्जनानि सर्वव्यञ्जनानि व्यञ्जनानि अनुनासिक वर्जयित्वा अनुनासिकवर्गीयव्यञ्जनानि आमाम् अनन्तरं यै प्रत्याहारे यै प्रत्याहारे कपै यै प्रत्याहारे हयवर् अस्तु हा वर्जयित्वा हा वर्जयि यै प्रसवर्णे अस्ति अस्तु किं सर्व वर्गीयव्यञ्जनानि सर्व वर्गीयव्यञ्जनानि अन्तस्थवर्णानि हकारवर्जयित्वा अन्तस्थवर्णानि एव रल इति अपि च वर्गीयव्यञ्जनानि शशसः वर्जयित्वा शशसः शशसः वर्गीयव्यञ्जनं नास्ति अतः न तद्वर्जयित्वा सर्वे हल् वर्णाः सर्वे हल् वर्जयित्वा सर्वे हल् वर्णाः हकार नास्ति खलु भगिनि शशसः अपि शशसः किल शशसः जली अस्ति ययि नास्ति जली अनु अनुनासिकवर्णः नास्ति ययि अनुनासिकवर्णः अस्ति तादृशभिन्नता अस्ति ययि हलि जलि क्षम्यताम् इति अस्तु भगिनी अरुणा भगिनी पठति वा आं महोदय रद् धातु एतेव रद् धातुः देवादिगणे अथवा देवादिभ्यासन् इत्यनेन या इति विकरणं या प्रत्ययः अजादिः नास्ति अतः सार्वधातुक लकारेषु नुमागम न भवति रद्यति रद्यतु अरद्यत् रद्येत् परन्तु पृत्सु अवसरः प्राप्यते तथा नूर् अख इति अजादिः अतः रन्दक आददातक लकारेषु अपि प्रसङ्गः यथा लिटि ररन्ध रद्धातु दिवादिगणे अस्ति दिवादिभ्यः शन् इति सूत्रेण विकरणप्रत्यये यकार आगच्छति या प्रत्ययः अजादि नास्ति ततः नुमागमः न भवति सर्वधातुकलकारेषु लट् लकारे रज्यति रूपं भवति रज्यतु लोट् लकारे आरज्यत् लङ् लकारे रद्ये रिदलिङ् लकारे परन्तु कृत्सु अवसः प्रत्यये तत्र यथा नूल् प्रत्यय अत्र अक नूल् स्थाने अक इति आगच्छति तत् अजादिः ततः नुमागमः भवित्वा रन्धकः इति रूपम् आदुदातुकलकारेषु अपि प्रसङ्गः अस्ति यथा लिपि लिपि रूपं प्रबन्धः इति अत्र नुमागमागच्छति सम्यक् रन्धनीय इति अपि रूपमस्ति अनीय तत्रापि नुमागमः भवति सम्यक् अग्रे अपि पठतु भगिनि कृप् धातु क्लप् कृपेश्च अवकल्पने विचारं करोति चिन्तनं करोति किं कृप् क्लप् भवति अहं न जानामि कृपेश्च कृपदातु अर्थः अवकल्पने अग्रे आगच्छति भगिनी कथं भवति इति ओके क्षम्यतां, कृपोरोलः इति सूत्र सप्तमाध्याये द्वितीयपादे सप्तदश अष्टमाध्याये द्वितीयपादे अष्टदश सूत्रं कृप् धातोः रेफस्य लकार आदेशो भवति. र इति श्रुतिसामान्यं बोध्यं, तेन यः केवलो रेफः यस्य ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्. लः इत्यपि श्रुतिसामान्यमेव, अतः आहत्य कृपधातोः यदा गुणादेशं कृत्वा रेफो भवति, तस्य रेफस्य स्थाने लकार आदेशः. पुनः कृप् धातोः ऋकारस्य यः रेफः सदृशम् अंशः, तस्य स्थाने लसदृश अंशादेशो भवति. नाम रुस्थाने लु, सूत्रे कृपो कृपयोगः उः इति विच्छेदः, कृपलुप्तषष्टीकं पदम्, उः षष्ट्यन्त्यं रः षष्ट्यन्त्यं लः प्रथमान्तम्, अनेकपदमिदं सूत्रं कृपः इत्यस्य द्विवारम् आवृत्तिः, सूत्रं स्वयं सम्पूर्णं, कृपः उः कृपः रः लः. अहं न अवगतं भगिनि, खण्डशः पश्यामि भगिनि, खण्डशः पश्यामः. एकमेकं वाक्यं स्वीकरोतु, तत्र प्रथमवाक्यं पठतु पुनः. कृपधातोः रेफस्य लकार आदेशो भवति, अवगतं. रा इति श्रुतिसामान्यबोधम् इति कथं दत्तं, किं श्रुतिसामान्यम् इति अहं न अवगतम्. श्रुतिसामान्यम् इत्युक्ते यदा वयम् उच्चारणं कुर्मः तत्र सामान्यं, सामान्यता, ईक्वल् इति वदामः किल, तद् वयम् अवगन्तुं शक्नुमः. रेपस्य किमर्थं लकार आदेशः इत्युक्ते तत्र श्रुतिसामान्यमस्ति. तेन यः केवलो रेफः यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणं, रेफ वा रु आगच्छति, लकार आगच्छति. लः इत्यपि श्रुतिसामान्यमेव, अतः आहत्य कृपधातोः यदा गुणादेशं कृत्वा रेफो भवति, तस्य रेफस्य स्थाने लकार आदेशः. पुनः कृपधातोः ऋकारस्य यः रेफः सादृश्यम् अंश, तस्य स्थाने लसदृश अंश आदेशो भवति, अतः रुस्थाने रु, सूत्रे कृपो कृपा योगः उः अस्ति इति विच्छेदः, कृपलुप्तषष्टीकं पदम्, उः षष्ट्यन्त्यं, षष्ट्यन्त्यं रः षष्ट्यन्त्यमपि लः प्रथमान्तम्, अनेकपदमिदं सूत्रं, कृपः इत्यस्य द्विवारम् आवृत्तिः, स्वयं सूत्रं स्वयं सम्पूर्णं, कृपः उः कृपः उः कृपः रहः लहः इति पठनीयम्. तदस्ति आम्, तत्र अस्मिन् सूत्रे एकेन सूत्रेण कार्यद्वयं भवति, अतः सूत्रस्य विच्छेदं करोतु. कृपः उः कृप् इति एकं भागं, द्वितीयभागमस्ति कृपः रः लः इति द्वितीयभागं, तदेव दत्तमस्ति आवृत्तिः इति सूत्रे. एकवारमेव कृपः इति दत्तमस्ति, कृपः उहु रः लः इति सन्धिविच्छेदं यदा सूत्रस्य सन्धिविच्छेदं कुर्मः तत्र कृपः उहु रः लः इति सूत्रमस्ति. तत्र कृपः इति द्विवारं न दत्तमस्ति अतः एव आवृत्तिः इत्युक्ते द्विवारम् आवृत्तिः कृपः उहु कृपः रः लः इति प्रथमं. द्वितीयमस्ति तत्र श्रुतिसामान्यम् इति रेपस्य श्रुतिसामान्यमस्ति ऋकारः ऋकारः रेपः द्वयोः श्रुतिसामान्यम् इत्युक्ते यदा वयम् उच्चारणं कुर्मः वा स्थानम् इति वदामः किल तस्य उच्चारणस्थानं तद् सामान्यमस्ति सदृशतमं तादृशम् एव लकारः लु इति स्वरवर्णस्य लकारः इति व्यञ्जनवर्णस्य अपि श्रुतिसामान्यमस्ति. अतः येन यः यदा प्रथमं कृपः उहु इति स्वीकुर्मः चेत् तत्र उहु इति यद् कृप् इति धातुः तत्र गुणः भवति किल कृप् धातोः गुणः भवति किल तत्र रेपः आगच्छति रेपस्य स्थाने न न द्वितीय तद् प्रथमं किं कुर्मः कृपः रः लः इति भागः प्रथमं स्वीकुर्मः तदेव अस्मिन् भुवादिगणस्य विवक्षा अस्ति तत्र भुवादिगणे कृपः रः लः इत्यस्य एव प्रसङ्गः अस्ति तद् प्रथमं स्वीकुर्मः तत्र किं भवति कृपः इति भागस्य गुणः भवति कर्प् इति भवति इदानीं तत् रेपः अस्ति किल तस्य स्थाने लकारादेशः भवति इदानीं किं भवति रूपं किं भवति रेपस्य स्थाने लकारः अस्ति चेत् क्लप् कल्प् क कृ कर्प् भवति रेपस्य स्थाने लकारः इत्युक्ते कल्प् किल इति द्वितीयभागं समाप्तम्. इदानीं कल्प् इति वयम् अङ्गं साधितवन्तः. इदानीं प्रथमभागं स्वीकुर्मः कृपः उहु इति. इदानीम् अस्माकं ऋकारान्तशब्दः किमपि स्वीकरोतु पिता पितुः वा मातुः वा तत्र तस्य पिता शब्दस्य षष्टि अन्तरूपं पितुः मातुः ऋकारान्त पितृशब्दस्य षष्टि अन्तरूपं पितुः मातृशब्दस्य मातुः तदेव तद् उहु ऋकारान्तस्य षष्टि अन्तरूपम् उहु. इदानीं किं भवति तत्र कृपः उहु इति भागमस्ति तत्र ऋकारस्य स्थाने तत्र सदृशतमवर्णः कृपः तत्र लिट् लकारे यदा भवति चकृप् इति आगच्छति तत्र ऋकारस्य स्थाने लु इति अस्माकं स्वरवर्णस्य आदेशः भवति अतः चकृप्ते चकृपे इति रूपमागच्छति. द्वितीयभागः कृपः रः लः व्यञ्जनस्य स्थाने व्यञ्जनादेशः कृपः उहु तत्र ऋकारस्य स्थाने लु इति स्वरवर्णः स्वरस्य स्थाने स्वरादेशः. यत्र गुणः भवति तत्र यत्र गुणः भवति तत्र लकारः भवति यत्र गुणः न भवति तत्र ऋकारस्य लृकारः भवति परन्तु सूत्र एकस्मिन् सूत्रे एव भागद्वयं भिन्नभिन्नकार्यं व्यञ्जनस्य स्थाने व्यञ्जनादेशः स्वरस्य स्थाने स्वरादेशः तदेव श्रुतिसामान्यं भवति किल अवगतं वा. अस्तु सम्यक् श्रीवल्ली भगिनी तत्र अग्रिम परिच्छेदः पठतु भगिनि. आं भगिनि यत् कृप् धातोः उपधायाः गुणः भवति क्रप् तत्र रेफस्य स्थाने लकारादेशः अतः क्लप् इति फलम्। यत्र उपधागुणे गुणः न भवति तत्र कृप् इति अस्य ऋकारस्य स्थाने ऋकारादेशः अतः क्लृप् इति फलम्। कृप् धातोः गुण उपधायाः गुणः भवति उ भवति ओके गुणः भवति चेत् कृप् रूपं किं भवति कृप् करप् तत्र कर ककार रेफ पकार कृप् तत्र रेफस्य स्थाने लकारादेशः लकारादेशः अतः क्लप् इति फलम्। गुण गुणानन्तरं गुणकार्य अनन्तरं रूपं क्लत् इति भवति यत्र उपधागुणे उपधा गुणः न भवति तत्र कृप् इति अस्य स्थाने कृप् कृप् इति फलम्। ऋकारस्य स्थाने लृ रेफस्य रेफस्य स्थाने लकारः ओके आम् कल्पते कल्पते इति कृप् योगः शप् योगः ते पुगन्तलघूपदस्य च इति अनेन लघूपदगुणः क्रप् योगः आ योगः ते कृपो रो लः इति अनेन रेफस्य स्थाने लकारादेशः क्लप् योगः आ योगः ते क्लप् इति अङ्गं लटि रूपम् आत्मनेपदं कल्पते इति रूपम्। सो प्रथमं ऋकारस्य स्थाने शपि परे गुणः भवति रूपं कृप् भवति तदा कृपो रो लः इति सूत्रेण रूपं कल्प् इति भवति रेफस्य स्थाने लकारादेशः भवति करम् ओके ओके ओके कृप् इति कर्प् दट् प्रोनौन्सियेशन् ऐ वास् डूयिङ्ग् राङ्ग्ली कृप् इति कर्प् कल्प् इति ओके कल्प् कल्प् योगः आयोगः ते रूपं कल्पते इति लटिरूपं लिट् लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिट् लकार लिटि चक्रूपे इति रूपं कृप् योगः ए द्वित्वम् अभ्यासकार्यं च चक्रुप् योगः ए कृपो रो लः इति अनेन ऋकारस्य स्थाने ऋकारादेशः चक्रुप् योगः ए चक्रुपे इति रूपं भवति लिटि रूपं ओके लट्टि रूपं कल्पते परन्तु लिटि रूपं चक्रूपे गुणः न भवति किमर्थम् इति अनेन कृप् योगः ये तद्धेयः पुगन्तकलघु लघुपदस्य च न भवति किमर्थम् ईग द्वित्वम् अभ्यासकार्यं च पुगन्तलघुपदस्य च इत्यस्य तस्य प्रसक्तिः कुत्र कुत्र अस्ति प्रथमं सार्वधातुक आर्थधातुकयोः गुणः भवति तत्र किमर्थं न भवति लिट् प्रत्ययः लिट् लिट् लकारः लिट् लकारः भवती जानाति भगिनि. आर्धधातुक प्रत्ययः अस्ति चेदपि गुणः भवति एव किल, पुगन्तलघुपदस्य च इति सूत्रेण भवति एव. परन्तु अस्मिन् सन्दर्भे किमर्थं गुणः न भवति? किमर्थम् न भवती जानाति एव तत्र कृप् इति धातोः परे कि कः प्रत्ययः अस्ति? आर्थधातुकः. न प्रत्ययः कः? आर्थधातुक प्रत्ययः. न तद् त्यजतु भगिनि. ए इति प्रत्ययः अस्ति किल? आम् आं भगिनि. ए इति लिट् प्रत्ययः अस्ति. प्रत्ययः इदानीं शप् इति विहितः भवति वा न वा? विकर्णप्रत्ययः किल? वदतु इदानीं, वदतु. आर्थधातुकस्य न लिट्च इति सूत्रं दृष्टवन्तः किल पूर्वं प्रायः. धातुविज्ञानम् इति पाठे इति चिन्तयामि वा तस्मात् अनन्तरं लिच्च इति सूत्रं दृष्टवन्तः. तत्तु तिंशित् सार्वधातुकम् इति सूत्रस्य अपवादः अस्ति लिच्च इति सूत्रम्. अस्तु, तत्र इदानीं यत् ए इति लिट् प्रत्ययः अस्ति तद् तस्मात् शप् इति विकरणप्रत्ययः न आगच्छति. किमर्थम् इत्युक्ते तत् तिङ् अपि नास्ति, शुत् अपि नास्ति, अतः कर्तरी शप् इत्यनेन शप् न विहितः भवति. अतः तत्र गुणस्य प्रसक्तिः अपि नास्ति किल, गन्तलघुपदस्य च इत्यस्य निमित्तं किं? सार्वधातुक आर्धधातुक प्रत्यये इदानीं नास्ति साक्षात्. वदतु. अहं मन्ये आर्धधातुकप्रत्ययः इति गुणः प्रसक्तिः अस्ति किल, गुणस्य प्रसक्तिः अस्ति, परन्तु ए इति लिट् प्रत्ययः. ओके, लिट् प्रत्ययः, लिट् च गुणः न भवति. किमर्थम् इत्युक्ते साक्षात् न पश्यति इति अस्ति किल, साक्षात् किं विधीयते अग्रे इति, तत्र शप् न विधीयते. आम्, अतः तत्र गुणस्य प्रसक्तिः एव नास्ति. अन्ये अपि अवगतवन्तः वा तद्? न भगिनि. अत्र ए लिट् वदामि भगिनि, अत्र कृप् योग ए इति अस्ति, अत्र ए इति आर्धातुकप्रत्ययः अस्ति, लिट् प्रत्ययः इति स्वीकरोतु. आर्धधातुकप्रत्ययः इति स्वीकरोति चेत् भ्रमः भवति, लिट् प्रत्ययः इति स्वीकरोतु. किमर्थं लिट् प्रत्ययः? अस्तु, लिट् प्रत्ययः अस्तु. इदानीं लिट् प्रत्ययः सूत्रेण आधारेण वा लिट् तत्र न भवति इति? लिच्च इति सूत्रमस्ति, 34115 इति सूत्रमस्ति. अस्तु, तत्र लिट् लकारस्य तिङ् प्रत्ययः साक्षात् आर्धधातुकः, तत्र किमपi सूत्रेण आर्धधातुकः नास्ति, साक्षात् आर्धधातुकप्रत्ययः. वयं सूत्रद्वयं दृष्टवन्तः यदा स्मर्यते चेत्, लिच्च अनन्तरम् आशीर्लिङ्ग् इति चिन्तयामि, साक्षात् आर्धधातुकप्रत्ययः इति आगच्छति, 34115 इति साक्षात् आर्धधातुकः लिट् प्रत्ययः. अस्तु, लिट् लकारस्य तिङ् प्रत्ययाः अत्र ए इति अस्माकं तिङ् लिट् तिङ् प्रत्ययाः अस्ति. अत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वेषां तिङ् प्रत्ययानां सार्वधातुकसंज्ञा विधीयते, वयं जानीमः. इदानीम् अपवादसूत्रमस्ति लिट् लकारस्य विषये. तिङ् प्रत्ययाः आर्धधातुकसंज्ञाः संज्ञकाः भवन्ति इति अस्मिन् सूत्रेण तत्र भवति. तत्र किं भवति इत्युक्ते, तत्र कर्तरीषप् इत्यनेन सार्वधातुकप्रत्यये परे वयं जानीमः औत्सर्गिकरूपेण, इत्युक्ते सामान्यतया शप् विकरणप्रत्ययः सर्वत्र विधीयते इति. परन्तु लिट् लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति. तत्र कर्तरी शप् इत्यनेन शप् न विहितः भवति. तत्र किं भवति, अतः यदा शप् इति विकरणप्रत्ययः नास्ति, शकारः षित् पकारः पित् पित् इति कारणेन एव गुणः भवति किल, तद् न भवति इदानीं. गुणस्य प्रसक्तिः नास्ति इदानीम्. तत्र एकम् उदाहरणं दत्तमस्ति अष्टाध्यायी.com मध्ये. गम् धातुकु, तत्र लिट्लकारस्य प्रथमपुरुष एकवचनरूपम् अस्ति जगाम इति. तत्र गम् धातुः गच्छ इति आदेशः न भवति इषु गमियमांशः इति सूत्रेण. किमर्थम् इत्युक्ते षित् प्रत्यये परे एव विहितः भवति किल इषु गमियमांशः. अत्र शब्दीकरणं नास्ति, अतः षित् विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति. साक्षात् आर्धधातुकसंज्ञकः सन्ति लिट् प्रत्ययः. तत्र वयं पूर्वं यदा सार्वधातुक आर्धधातुकप्रकरणं दृष्टवन्तः, तत्र यदा साक्षात् सूत्रं शप् न दृश्यते चेत् तत्र गुणस्य प्रसक्तिः नास्ति इति वयं पूर्वं पठितवन्तः. तादृशं बहु पूर्वम् आसीत्. सो अपित्वात् च गुणः गुणनिषेधः, गुणः न भवति, गुणः न भवति अपित्वात् गुणम्. आम्, अपित्वात् गुणः न भवति. तत्र षित् अपि नास्ति पित् अपि नास्ति किल, ए इति प्रत्ययः आर्धधातुकमेव, आर्धधातुकप्रत्ययः एव, परन्तु तत्र गुणस्य प्रसक्तिः एव नास्ति. अतः कृप् इत्यत्र रेपस्य, क्षम्यताम्, ऋकारस्य आर्धधातुकस्य प्रसङ्गेन गुणः गुणस्य प्रसक्तिः अस्ति इति. आर्धधातुके गुणस्य प्रसक्तिः अस्ति, परन्तु लिच्छ इति सूत्रेण ए इति प्रत्ययः आर्धधातुकप्रत्ययः इति वा. आम्, आर्धधातुकसंज्ञकः एव तद् ए इति लिट् साक्षात् आर्धधातुकसंज्ञकः एव. तत्र गुणस्य आर्धधातुक अत्र विकरणप्रत्ययः नास्ति इति कृत्वा तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः न भवति. शपि परे एव गुणः, अवगतं वा इदानीम्? भगिनि तत्र मम भ्रमः अस्ति, सर्वत्र आर्धात्कप्रत्यय अस्ति चेत् गुणः भवति इति? गुणः भवति सर्वत्र, भवति एव. अस्मिन् सन्दर्भे लिट् इति सन्दर्भे साक्षात् सार्वधातुकसंज्ञकः इति कृत्वा तत्र विकरणप्रत्ययः न विहितः, अतः गुणः न भवति लिट् प्रसङ्गे एव. वयम् इदानीं पर्यन्तं यद् दृष्टवन्तः प्रायः नूल् वा निच् वा निच्, तत्र गुणः तु भवति एव किल, निच् प्रत्ययः वयं दृष्टवन्तः. तत्र आर्धधातुकप्रत्ययः एव, परन्तु गुणः तु भवति एव. पुगन्तलघुपदस्य च सार्वधातुक आर्धधातुकयोः द्वयोः अपि तत्र प्रसक्तिः अस्ति. परन्तु अस्मिन् सन्दर्भे लिट् च इति साक्षात् सार्वधातुकसंज्ञकः इति कृत्वा तत्र कर्तरी शप् इत्यनेन शप् न विहितः भवति. शप् यदा न विहितः भवति तस्य गुणस्य किमपि महत्त्वं नास्ति, गुणस्य किमपि निमित्तं नास्ति, महत्त्वम् इति न, निमित्तं नास्ति, अतः गुणः न भवति. गुणस्य निमित्तमपि आवश्यकं किल. अस्मिन् पाठे अस्माकं तु कृपः रहलः इत्येव भुवादिगणः, एतद् क्लिप् यत् द्वितीयरूपम् अस्ति किल चक्लिपे, तद् पुनः आगच्छति यदा वयम् अग्रे पश्यामः, पुनः आगच्छति प्रायः यदा अग्रे किमपि अन्यत् पठामः स्पष्टीभवति इति चिन्तयामि. इतोपि आर्धधातुकप्रक्रिया वयं पश्यामः महोदय, तस्मिन् समये प्रायः स्पष्टं भवति. अस्तु भगिनि पठतु भगिनि, तत् समापयतु. प्रश्नः उदेति यदि रेफस्य स्थाने लकारः तु भवति एव तर्हि किमर्थं मूलधातोः उपदेशावस्थायां ऋक् न स्यात्? उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः ऋत् उपधातुः भवेत्. प्रश्नः अस्ति कृप् इति स्थाने कृप् इति नास्ति, कारणं दत्तं वेदे स्वरस्य विशिष्टार्थं ऋग् उपधातु भवेत्. ऋगुपदधातुः भवेत् इति वेदे तस्य वेदे अतः एव तादृशमेव. अस्तु अतः एव क्लिप् इति न स्थापितवान. किमर्थम् इत्युक्ते ऋदुपदधातुः वेदे तस्य विशिष्टमस्ति इति कृत्वा. अस्तु अस्तु अस्तु विकरणप्रत्ययः शप् नास्ति इति कृत्वा एव तस्य गुणः न भवति. लिट् इति आर्धधातुकप्रकरणे यदा आगच्छति वयं पुनः अस्य परिशीलनं कुर्मः. लिट् च इति एव सूत्रमस्ति. अस्तु अस्तु महोदय अग्रे स्पष्टं नास्ति कृप्ये. आम् किमर्थम् इत्युक्ते वयं निच् इति प्रत्ययः इदानीं पर्यन्तं दृष्टवन्तः, तद् आर्धधातुकप्रकरणे अस्ति, तत्र गुणः भवति. परन्तु तत्र णिच् इति यद् प्रत्ययः अस्ति तत् साक्षात् आर्धधातुकप्रत्ययः नास्ति किल. तत्र तिञ्च् आर्धधातुकं शेषः इत्यनेन तद् णिच् इति प्रत्ययः, तिङ्गपि नास्ति षित्तपि नास्ति इति कृत्वा तद् आर्धधातुक प्रत्ययः इति दृष्ट इति स्वीकृतवन्तः. परन्तु लिट् च इति अस्माकं कृते नूतनम् अस्ति. आम् अवगच्छामि. पुनः प्रायः यदा अग्रे पठामः तत्र तस्मिन् समये स्पष्टता आगच्छति. इतोपि आर्धधातुक लक आर्धधातुकप्रत्ययाः पश्यामः चेत् तत् समये स्पष्टं भवति. आगच्छति एतद् कृपोरोलः द्विवारं वा त्रिवारं वा पुनः पुनः आगच्छति. अस्तु महोदय. आं भगिनि, अत्र उपदेशे शसज् शस्ज् शस्ज् अस्ति, सज्ज इति भवति, शश्च धात्वादेः सहसः इत्यनेन सूत्रेण उपदेशानुनासिक इति सूत्रेण ससज्ज् इति भवति, सस्ज् इति. अस्तु धात्वादेशः सः इति मूलधातु आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति, तत् वयं पठितवन्तः. धातोः आदिः धात्वादिः षष्टितत्पुरुषः, तस्य धात्वादेः धात्वादेः षष्ट्यन्तं, शः षष्ट्यन्तं, सः प्रथमन्तं, त्रिपदमिदं सूत्रम्. आदे च उपदेशे इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, अनुवृत्तिस्य इति सूत्रमस्ति. धात्वादेः शः सः उपदेशे इति, यत् उपदेशे शकारः अस्ति चेत्, मूर्धनशकारः अस्ति चेत् तस्य सकारादेशः भवति इति सूत्रं वदति. अग्रिमम् अस्ति, इदानीं षष्ठि इति अस्ति, इदानीं षष्ठि अति भवति. स्तोस्तु नाश्चुः इति सूत्रेण इत्यनेन श्चुत्वम् अस्तु. सकार जकार अस्ति, अतः स्तोश्चुनाश्चुः अस्तु, षकारः भवति, सषि भवति. जलां जस् जषि इत्यनेन जस्त्वं, जलां जषि इत्यनेन जस्त्वम् इति अस्तु. इदानीं षकार जकार अस्ति, अस्तु सज्ज् इति भवति, सज्ज् जस्त्वं भूत्वा सज्ज सज्ज् सज्जयोग शप् सज्ज इति अङ्गं, सज्जयोग ति अथवा ते, सज्जति सज्जते. अत्र दात् एक सूत्रम् एकमेव अस्ति, धात्वादेश षकारस्य सकारः भवति. अनन्तरं सन्धिकार्यमेव, स्तोश्चुनाश्चुः इत्यनेन सकारस्य षकारः, अनन्तरं जलां जषि इति सूत्रेण षकारस्य जकारः भवति, जलां जष् जषि इति अपदान्तः अस्ति तत् अस्ति. आद्यन्यं सज्ज इति भवति, सज्ज सज्जते इति. तत्र स्तोश्चुनाश्चुः इत्यस्य निमित्तं वदति वा महोदय? स्तोः सकारतकारयोः योगेन शुन षकार चकारयोः, सकारतकारयोः अपि च षकारतकारयोः चकार च वर्गीय योगः अस्ति चेत् सकारस्य षकारः भवति, अपि च तकारस्य जकार जकारः भवति, ये जकारः भवति. तत् सूत्रमस्ति सवर्णं किमस्ति न न तत् सूत्रमस्ति खलु, सवर्ण कथं यथासङ्ख्यं न यथासङ्ख्यं न यथासङ्ख्यं न तुल्यस्य प्रयत्नं यथासङ्ख्यं न तत्र यथासङ्ख्यं तुल्यस्य प्रयत्नं सवर्ण्यं तुल्यस्य सवर्णम् इति सूत्रेण इति इति परिभाषासूत्रेण वा जकारः जकारदेश जकारदेश भवति चवर्गीय अस्ति अत्र अतः सज्ज जकारादेशः वा शकारादेशः वा न प्रथमं शकारः शुत्वं अनन्तरं जलां जषति तत्र जस्त्वं भवति जलां जश् जषि जषि वर्ण अस्तु अस्तु जषि इति जकार अस्ति अतः अत्र शकार अस्ति तस्य जश् आदेशः भवति परन्तु शकारस्य जकारः कथं भवति कः संशयः न न जलां जश् जषि अस्ति खलु जषि जश्वर्ण अस्ति इदानीं शकारस्य स्थाने सकारः आदेशः भवति जश् सकारस्य स्थाने सकारस्य स्था एकनिमिष सकारस्य स्थाने षकारः अनन्तरं सज इति अस्ति षकारस्य स्थाने पुनः जकारः इति भवति जलां जशि इति. इदानीं षकारस्य स्थाने जकारः किमर्थम् इति विस्मृतवान् एव. षकारस्य स्थाने जकारः कथम् आयाति इति. तत्र चत्वारः वर्णाः सन्ति खलु. इदानीं जकार जवर्गीय सोरि चवर्गीय अत्र भवति चवर्गीय चवर्गीय मृदुव्यञ्जन एव आयाति. अस्तु अस्तु इदानीम् अवगतं. जकार अस्ति अग्रे अतः जकारे चवर्गीय अस्ति स चवर्गीय मृदुव्यञ्जन तृतीयवर्णमस्ति ज एव अतः सज्ज. अस्तु अस्तु तत्र प्रथममेव जष्ट्वं कर्तुं शक्यते वा सज्ज इति स्थले? तत्रापि जष्वर्णः एव परे अस्ति. सकारः अपि जल् वर्णः अस्ति. तत्र कर्तुं शक्यते वा? हा न शक्यते. किमर्थमिति चेत् पूर्वत्र सिद्धम् इति सूत्रेण इति पूर्वसूत्रमस्ति 53 पूर्वसूत्रमस्ति अतः तस्य प्रसक्तिः एव भवति. पश्यति अतः तदेव प्रथमं भवति स्तोष्टु नाश्चुः. अनन्तरं जलां जश्चषि रूपं किं महोदय? सज्ज इति भवति जलां सज्ज इति सज्ज सज्ज योग शप् सज्ज योग ति अस्ति अथवा सज्जति सज्जति उभयपदी इति अहं चिन्तयामि अत्र. अग्रिमं सूत्रं सूत्रस्य प्रथमवाक्यम् अनन्तरम् अनुवृत्ति. अस्तु जलां जश् जशि जलां स्थाने जशादेशो भवति जशि परे स्थानेन्तरतम इत्यनेन जश् वर्णेषु अस्तु जश् स्थानेन्तरम् इति स्थानेन्तरतमः. अस्तु अस्तु अस्तु इदानीं अनुवृत्तिसहितसूत्रमस्ति जलां जलाम् इति जलां जश् जशि संहितायाम् इति जलाम् इति षष्ट्यन्तं जलां स्थाने जश् आदेशः भवति यदा जशि जशि वर्णः जश् जश् प्रत्याहारवर्णाः सन्ति चेत् तथैव सुधादिगणे लश्च इति अत्रापि एतैः सूत्रैः लज्जते इति सकारस्य षकारः षकारस्य जकारः मज्ज अपि तुदादिगणे अस्ति मज्जति इति भवति तत्रापि सकारस्य षकार शुत्वम् अनन्तरं जस्त्वं ब्रसज् इति अस्ति तत्रापि शुत्वम् अनन्तरं जस्त्वम् इति भृज्यते लज्जते मज्जति भृज्यते. उत्तमम् अस्तु. अरुणा भगिनी अग्रिमं पठति वा? आं महोदय. स्थिव् क्लं क्षम् एषां दीर्घोत्तं क्षितिपरे स्टिवु स्टिव् स्टिवु निरसने क्लमु क्लं क्लमु ग्लनौ श्रान्तः भवति आं चमु आचम् आ योगः चमु आदने अदने खादति. सूत्रम् अत्र वदति स्टीव् धातु क्लं धातु चम् एषां दीर्घत्वं भवति क्षितिपरे. स्टीव् धातु मूलधातु स्टिवु स्टिव् उ उपदेशनालिक इति सूत्रेण हित् भवति स्टिव् इति अवशिष्यते. क्लमु अपि क्लम् आङ् छमु आचम् इति लौकिकधातु भवति. स्टिव् क्लमु क्षमां क्षिति इति सूत्रेण स्टिव् क्लं क्षम् एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं क्षितिप्रत्यये परे. स्च्युवश्च क्लमुश्च चं च तेषाम् इतरेतरद्वन्द्वः स्च्युवक्लमुचमः तेषां स्च्युवक्लमुचमाम् स्च्युवक्लमुचमां षष्ट्यन्त्यं क्षितिसप्तम्यन्तं द्विपदमिदं सूत्रम्. पूर्णं पठतु वा? शमामष्टानां दीर्घः शनि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्ट्युवक्लमुचमाम् अङ्गस्य अचः दीर्घः शिति इति सूत्रं वदति. स्ट्युवक्लमुचमां शिति अत्र त्रयधातवः सन्ति त्रिष्ट्यु क्लं चं अङ्गानाम् अचः अचुवर्णस्य दीर्घत्वं क्षितिपदे परे भवति. सूत्रविवरणं पदविवरणं स्ट्युवश्च क्लमुश्च चमं च तेषाम् इतरेतरद्वन्द्वः स्ट्युवक्लमुचमां तेषां स्ट्युवक्लमुचमाम् इति रूपं भवति. स्ट्युवक्लमुचमां षष्ट्यन्त्यं पदं क्षितिसप्तम्यन्तम् द्विपदं सूत्रं क्षिति सप्तम्यन्तम् इति सप्तम्यन्तरूपं कारणेन कार्यं पूर्वं कार्यं भवति षष्ट्यन्त्यम् अत्र आदेशः इति भवति. शमामष्टानां दीर्घः शनि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्ति आगच्छति अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्त्यं पदम् आगत्य उपस्थितं भवति. अङ्गस्य अधिकारः अपि आगच्छति. अनुवृत्तिसहितसूत्रं स्च्युवक्लमुचमाम् अङ्गस्य अचः दीर्घः शिति इति सूत्रम्. अतः निमित्तं किम् अस्ति? क्षिति षित् प्रत्ययपदे अङ्गस्य अचः अचश्च यत्र यत्र ह्रस्वदीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्त्यं च अव्ययपदं द्विपदं सूत्रम्. ऊकालो ऊकालौ ह्रस्वदीर्घप्लुतः इत्यस्य एव तादृशं भवति सन्धि. ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिणामेन तृतीयान्तं भवति. ह्रस्वदीर्घप्लुतौ प्लुतैः अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच् परिभाषासूत्रम् अचश्च इति परिभाषासूत्रम् यत्र यत्र हस् वदति यत्र यत्र ह्रस्वदीर्घप्लुतः अस्ति विधीयते तत्र अजः इति पदम् आगत्य उपस्थितं भवति. शकारस्य किमर्थं सकारः न भवति तत्र? कुत्र महोदय? स्टीव् इति धातु अस्ति खलु, धात्वादेशः सः इति न भवति वा तत्र वा? तद् अग्रे आगच्छति, किमर्थं न भवति इति. अस्तु अस्तु. अचः षष्ट्यन्त्यं पदं चाव्यपदं द्विपदं सूत्रम् अनुवृत्ति पदानि आगच्छति. ऊकालो हश्वदीर्घः इत्यस्मात् अच् हश्वदीर्घप्लुतः इतनयोः अनुवृत्तिः. तदत्र विभक्तिपरिणामेन तृतीयान्तं भवति अश्वदीर्घप्लुतैः. अनुवृत्तिः सूत्रम् अश्वदीर्घप्लुतैः अचः च अच् इति. उकालो ह्रस्वदीर्घप्लुतः इति कीदृशसूत्रं भगिनि? तदपि दत्तम् अस्ति किल तत्र? आम्, संज्ञासूत्रम् इति. संज्ञासूत्रं तत्र उकालो ह्रस्वदीर्घप्लुतः इति सूत्रं यत्र उच्चारणकालः समानः. वदतु भगिनि, जानाति वा? वदतु. एकमात्र इति ह्रस्वः, उ इति ह्रस्वः, उ इति द्विमात्रः, उ इति त्रि तीन् त्रि मात्रः इति अस्ति नाम प्लुतः. संज्ञासूत्रं सन्धि अभवत् वा? ऊ काल इति ऊ इत्यनेन सन्धि ऊ इति अभवत्. आम् आम्. ऊकालो ह्रस्व दीर्घ प्लुतः, तत्र जकारः ऊकालः अच् अच् इत्यस्य एव चकारस्य स्थाने चकारस्थाने चकारः चकारः अश्रुणोमि. भगिनी भगिन्या रघुपति महोदय, वि हाव् डिस्कस्ड् अबौट् कलर्ता लास्ट् वीक् नो? कलर्ता लास्ट् वीक् वे डिड् वि रीड् दट् कलर्ताः? तत् कलर्ताः यङ्ग्लुकी प्रसङ्गे आर् यङ्ग्लुकी प्रसङ्गे यङ्ग्लुकी प्रसङ्गे आसीत् अहमपि कलर्ता कुत्र कुत्र अहमपि श्रूयते वा? श्रूयते वा? महती वृष्टिः आसीत् अतः भग्नः भवति इति चिन्तयामि, न जाने. अस्तु अस्तु. अत्र ऊकाल ऊकालः अच् ह्रस्वदीर्घप्लुतः इति विच्छेदः, पदस्य विच्छेदः. अतः एव जकारः आगतं तत्र. ऊकालः ऊ एतेषाम् उच्चारणकालः येन सह समानः, सः अच् क्रमेण ह्रस्वसंज्ञा दीर्घसंज्ञा प्लुतसंज्ञा भवति. प्लुतसंज्ञा इति एव सूत्रं वदति. विग्रहं विना कथं वदनीयं? तत्र विग्रह विना वा? ऊकालो ह्रस्व दीर्घ प्लुतः. दीर्घप्लुतः. अनन्तरम् एकम् अन्यत् सूत्रमस्ति किल तत्र, अचश्च इति सूत्रं, तदेव तत्र तदपि परिभाषासूत्रं. तत्र एव यत्र यत्र वयं ह्रस्व दीर्घः प्लुतः इति वदामः तत्र तत्र एतत् सूत्रम् आगत्य वदति तत् अच् वर्णः एव अश्वदीर्घवर्णमेव भवति अतः स्ट्युक्लम् शमांशिति इति महोदय पृष्टवान् किल तत्रापि किमपि अस्ति अचः अचः इति अङ्गस्य अचः दीर्घः अस्ति ओके अचः इति ओके ह्रस्वदीर्घप्लुतः अच् तेषां तेषां भवति किमर्थं तत्र कुत्रापि अन्यत्र पठितवती इति भाति तत्र किमर्थं धातु आदेः शः सः न भवति इति अधुना अस्तु अत्रैव अस्ति अस्तु इदानीं भगिनी एव पठितवती किल श्री अरुणा भगिनी पठितवती वा आम् अस्तु श्रीवल्ली भगिनी भवती पठति वा आं भगिनि वार्तिकम् अङ्गि चमा इति वक्तव्यम् आचामति सारि आङ्गि चमा इति वक्तव्यम् आचामति आङ्गि किं चमति विचमति अचमेत् नाम आ इति उपसर्गः अस्ति चेत् एव चम् धातोः अच् दीर्घः भवति चम् इति धातोः आ इति उपसर्गः अस्ति चेत् धातोः अच् दीर्घः भवति ओके स्टिवु क्लम् क्लमु चमां शितिपरे दीर्घः भवति चमुदात् प्रसक्तेः आ इति उपसर्गः अस्ति चेत् अच् दीर्घः भवति आङ्गः आङ्गः चमु आचम् आचम् योगः शेप् स्टिवु क्लमु क्लमु चमां शिति आचाम आचामति इति रूपं भवति दीर्घः भवति क्लमु क्लमु क्लम् इति क्लम् योगः शेप् क्लाम क्लामति इति रूपं भवति दिवादिगणे क्लाम्यति स्टिव् इति स्टिव् योगः शेप् स्टीव् स्टीवति इति भवति दीर्घः स्टिव् तत्र प्रथमं यद् चम् धातुः तत्र यदा आङ्ग् इति उपसर्गः नास्ति चेत् रूपं किं भवति अच्छा चमति चमति चमति इति रूपं भवति दीर्घः नास्ति वि अस्ति चेदपि न भवति किल वि उपसर्गपूर्वं न भवति विचमति अडागमः अडागमः अपि तत्रापि न भवति परं सूत्रे नास्ति दत्तं नास्ति तत्रैव वार्तिकस्य उपयोगम् अस्ति किल तदपि परिभाषारूपेण आगच्छति सूत्रे सः न उक्तवान् परन्तु वार्तिकस्य उपयोगः तत्र एव आगच्छति चम् धातोः विषये अन्यत्तु क्लमु क्लमु धातुः रूपं किं भगिनि क्लामा क्लामति क्लामति दिवादिगणे किमर्थं क्लाम्यति शन् शप् नास्ति उत्तमं स्टिवु अपि स्टीवति स्टिवु इति दीर्घ दीर्घः इकारस्य दीर्घः अच्छा ओके गुणद्वये अस्ति वा क्लम् क्लम् इति क्लम् बहवः धातुः सन्ति ते तु पञ्चगणे वा षड्गणे वा अर्थः भिन्नः अर्थः समानः रूपभिन्नं रूपसमानरूपम् इति आगच्छति. द्विसहस्रधातुषु एतादृशधातूनां संख्यानां विषये द्विसहस्रमस्ति द्विसहस्रमस्ति वा इति द्रष्टव्यम्. कथं गणना कृतवन्तः इति न जाने. भिन्नभिन्नपुस्तके भिन्न भिन्नभिन्नसङ्ख्या अस्ति. आम् आम् आम्. अत्र सूत्रसङ्ख्या अपि यदा पुस्तके अस्ति, अस्माकं पुष्पादीक्षितमहोदयस्य पुस्तके अस्ति, तादृशम् अष्टाध्यायी डाट् काम् मध्ये अपि नास्ति. केचन पूर्वं वा परं वा इति अपि अस्ति. अतः भिन्नभिन्नपुस्तकेषु भिन्नभिन्नसूत्रसङ्ख्या अपि अस्ति. अन्यत् किमपि स्थलमस्ति गूगल् आन्लैन् मध्ये, तत्रापि सूत्रसङ्ख्यायाः ए वि जि इति चिन्तयामि, तत्रापि सूत्रसङ्ख्या भेदः अस्ति. यद् अष्टाध्यायी डाट् काम् मध्ये अस्ति तादृशं तत्र नास्ति. एकसूत्रं वा द्विसूत्रं वा एकसूत्रं वा इति अस्ति. अत्र अस्माकम् अनुवृत्तिः यदा आगच्छति तत्र एव क्लेशः भवति. अन्यत् किमपि नास्ति. तदेव उत्तमम्. अग्रे पठतु भगिनि. सुब्धातुष्टि विश्वशक्तीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकं. धात्वादेः शः सः इति अस्य निषेधकं. नामधातूनां ष्टिवु श्वश्क अनयोः धात्वोः च शकारस्य स्थाने सकारादेशः न भवति. षोडीयते नामधातुः, षण्डीयते नामधातुः, ष्ठीवति श्वश्कते. धात्वादेः शः सः सूत्रस्य अपवादः. द्वे धातोः ष्टिवु श्वश्क इति अनयोः धातोः शकारस्य स्थाने सकारः आदेशः न भवति. ध्येयं यत् ष्टिव् योगः शप् इति स्थितौ ष्टिवु क्लमुचमां शिति पुगन्तलघूपदस्य च इति अनयोः मध्ये पुगन्तलघूपदस्य च परसूत्रम्. किन्तु ष्टिव् धातोः षित् प्रत्यये परे पुगन्तलघूपदस्य च इति अनेन गुणः भवति चेत् ष्टिव् क्लमुचमां शिति इति अस्मिन् ष्टिव् इति भागस्य अन्यत्र लब्धावकाशः नास्ति. तस्मात् अत्र तु अपवादस्य वार्ता इति अञ्ज. एतादृशेषु स्थलेषु ष्टिवु क्लमुचमां शिति एव प्रवर्तते, न तु पुगन्तलघूपदस्य च. आम् अवगतं वा? आं भगिनि. पुगन्तलघूपदस्य च इति सूत्रेण गुणः भवति ष्टिव् ई स्थाने गुणः भवति, परन्तु लब्धावकाशः नास्ति चेत् ष्टिव् क्लमु चमां शिति परि इति सूत्रम् एव प्रवर्तते. तस्य लब्धावकाशः अस्ति वा नास्ति वा ष्टिव् इति भागस्य? नास्ति. अन्यत्र लब्धावकाशः नास्ति इति चेत् स्टिव् क्लब् समाशिति इति सूत्रं प्रवर्तते इति सूत्रं तदेव प्रवर्तते. आं भगिनि, अत्र सुब्धातु स्टिवु श्वष्टीनाम् इति तकार किमर्थम् अस्ति? श्वष्क धातु अपि श्वश्धातु स्टिवु श्वष्क श्वष्कतीनाम् इति तीनाम् इति अस्ति किमर्थं श्वश्क धातु श्वश्कतीनां ती इति अस्ति चेत् लिङ्गं द्रष्टुं षष्कति इति षष्कति तथैव षष्कतीनां तत्र एव तदेव किल तद् नामधातुः. आमां षष्कतीनां षष्टि षष्क आदीनाम् आदीनाम् तीनाम् इति अस्ति ततः इत्युक्ते आदीनाम् एतादृशानां षष्कति इति अत्र रूपमेव दत्तमस्ति चिन्तयामि षष्कति वा षष्कति षष्कदातु अस्ति षष्कति अतः षष्कति नाम इति नामधातुः षण्डीयते ष्टीवति श्वष्कते इति श्वष्कति श्वष्कतीनां तत्र रूपमेव दत्तमस्ति अन्तिमरूपं रूपमेव नामधातुः इत्युक्ते किम् इति अवगतं वा तत्र सुबन्तेभ्यः धातु इति नामधातु आम् तत्र यदा मूल सुबन्त सुबन्तपदं मूलमस्ति तद् नामधातुः तस्मात् तिङन्तपदं निर्माणं कुर्मः तत्र तादृशरूपं गरुडायते इति रूपमस्ति तादृशं गरुडः इत्यस्मात् सुबन्तपदं तस्मात् गरुडायते इति रूपम् आगच्छति कृष्णीयते वा कृष्णायते इति अपि रूपमस्ति कृष्णः इति आम् तादृशं तत्र अतः एव एतद्वार्तिकम् आगत्य तत् स्पष्टीकरोति तद् दात्वादेः शः सः इत्यस्य निषेधकमस्ति अत्र नामधातुः अस्ति ष्टिव् इति अतः तत्र धात्वादेः धातुः नास्ति किल नामधातुः एव अस्ति सुबन्तपदात् निर्माणं भवति अतः तस्य अस्य सूत्रस्य प्रसक्तिः नास्ति इति श्वष्कतीनाम् इति भवति किल लैक् पतीनां हरीणां कतीनां तादृशं भवति अस्तु एकं गुह् धातुः एव पठामः तत्र अस्मिन् भागः समाप्यामः गुह् महोदय भवान् एव पठतु महोदय गुह् धातुः अस्तु गुह् धातोः उपधा दीर्घ अजादिप्रत्यये परे गुः इति अस्ति गुः अजादिप्रत्यये परे गुः संवरणे सूत्रमस्ति ऊदुपदायाः गोः गोहः इति गुः धातोः उपधायाः दीर्घः ऊकारादेशो भवति गुणहेतौ अजादौ प्रत्यये परे गुणहेतवाजादौ प्रत्यये परे ऊत् प्रथमान्तम् उपधायाः षष्ट्यन्तं गोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अचिष्णुधातुभ्रुवां युवोरियङ् अचिष्णुधातुभ्रुवां युवोरियङ् युयङ् वङ्गौ इत्यस्मात् अचि वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति गोः अङ्गस्य उपधायाः ऊत् अचि इति ऊत् इति ऊकारस्य एव अचि परे दीर्घः भवति इति गुः योग शप् इदानीम् अकार अस्ति अच् प्रत्ययः अस्ति अतः उपधायाम् उकार अस्ति तस्य उकारस्य दीर्घ उकारः भवति गूहति अथवा गूहते उपधायाः ऊत् अचि इति किमर्थम् ऊत् भवति इति अत् ऊत् आदेश अचि परे उपधायाः अङ्गस्य गोः अङ्गस्य अस्तु गुः गोः अङ्गस्य न भवति महोदय किल गुः गुणः भवितुम् अर्हति तद् शपिपरे अस्ति गोः इत्यस्य सन्देशः अयं यत्र यत्र दत्तमस्ति अग्रे अपवत्सूत्रमस्ति वा अपवत्सूत्रमस्ति वा आम् तत्र गोहः इति दत्तमस्ति किल सूत्रे एव तदेव सूचितमस्ति गुणः भवति इति गुह् गोः गुणः भवति चेत् गोहः इति एव भवति किल गोः इति भवति गोहः इति षष्ट्यन्तं गोः इति भवति तत्र एतदपि वदतु महोदय गुणहेतु अजादौ प्रत्यये परे इत्युक्ते यत्र यत्र गुणः भवति गुणहेतुः अस्ति शप् प्रत्यये परे यत्र शप् अथवा गुणहेतु अजादिप्रत्यपरे अजादि एव आर्धातुक अजादिप्रत्यये अपि भवति अर्हति खलु गुणहेतुः अस्ति गुणहेतु अजातौ अत्र गुणहेतुः कः शप् विकरणप्रत्यये गुणहेतुः अस्ति शकार शकार तत्तु दुदादिगणे अपि शकारः अस्ति किल शकार अस्ति पित् पकार अस्ति इदानीं पित् पित् एव भवति वा पित् शकारस्य गुणस्य प्रसक्तिः अस्ति पकारः तत्र पित्वात् गुणस्य बाधा न भवति किल गुणः भवति एव अतः शप् गुणहेतुः शप् एव शपि परे एव तत् इदानीं शपि परे एव भवति वा तत्र अजादौ अजादिप्रत्यये परे परन्तु तादृश अजादिः यस्य गुणहेतुः अस्ति किमपि अजादिः नास्ति तर्हि आर्धधातुकस्य न भवति वा आर्धधातुके प्रायः न भवति किमर्थम् इत्युक्ते तत्र गुणहेतुः अस्ति वा इति द्रष्टव्यम् किमर्थं शपि परे न दत्तमस्ति यत्र शपि परे न दत्तमस्ति इत्युक्ते तत्र भिन्नेषु स्थलेषु तत्र तस्य प्रसक्तिः प्रायः भवेत् गुणहेतु अजादो प्रत्यये अत्र प्रश्नः गोहः आम् पठतु महोदय अग्रे अपि अत्र प्रश्नः उदेति यत् सूत्रे गोहः इत्यस्य कथनेन प्रथमतया गुणः भवति पुगन्तलघुबोधस्य इत्यनेन तदा एव गोः इत्यस्य गुणसंज्ञकः ओकारस्य स्थाने ऊकारादेश इति वा किन्तु तथा नास्ति अत्र सूत्रे स्थितस्य गोः इत्यस्य सन्देशः अयं यत् यत्र यत्र लघु उपदगुणः सम्भवनीयः तत्र तत्र गुणप्रभाद्य ऊकारादेशः स्यात् अतः अत्र वास्तवे पुगन्तलघु उपदस्य च इति सूत्रं कार्यं न करोति यत्र तस्य कार्यं सम्भाव्यं तत्र ऊदुपदायाः गोः इति सूत्रं प्रवर्तनीयम् अस्ति अत्र गोः इत्युक्ते पुगन्तलघुपदस्य च इति गुणः भूत्वा न इति दत्तमस्ति गुः गोः गुः इति तत्र तस्य षष्ठीभक्ति वा गोः इति षष्ठीभक्ति षष्ठीभक्ति अतः गोः गुणः न भवति गुण भूत्वा न गुण एकनिमिषं गुण भूत्वा अनन्तरम् अत्र गोः न अभवत् गोः इति षष्ट्यन्तम् इति अस्ति अतः एतत् अपवादसूत्रमस्ति केवलं गुह् धातोः एव अन्यत्र लब्धावकाशः अतः रूपमस्ति गूहते अथवा गूहति इति रूपमस्ति गुह् धातोः ऊदुपदायाः गोः इति सूत्रम्. अस्मिन् सूत्रस्य विषये अत्र अस्माकं अष्टाध्यायी डाट् काम् मध्ये पूर्णतया प्रक्रिया प्रदर्शितमस्ति. लट्लकारे किं भवति, अनन्तरं लिट्लकारे किं भवति, किमर्थं गोः इति ग्रहणं भवति इति. एकवारं तद् पठतु, तद् विस्तृतरूपेण अस्ति, भवन्तः सर्वे अवगच्छन्ति इति मन्ये. परन्तु यदा सन्देहः अस्ति चेत् वयं पूर्णतया अग्रिमसप्ताहे अपि पठामः. तत्र लिट्लकारे यदा पठति तत्र प्रायः तस् पूर्वतनप्रश्नस्य अपि उत्तरम् आगच्छति. कृपोरोलः इत्यस्य विषये अपि स्पष्टं भवति इति मन्ये, पश्यामः. परन्तु तस्मिन् सूत्रे तत् द्वितीयभागः एव मुख्यमस्ति, प्रथमभागस्य विषये पुनः पठामः. अस्तु, समापयामः अद्य. अग्रिमसप्ताहे पुनः मिलामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.